सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति जुहोत्यादिगणे अजन्तधातवः इति। गतवर्गे ऋकारान्तधातोः अध्ययनं जातं, तल्लोके ऋधातुः, अनन्तरं डुब्रे धातोः विषये चिन्तनं कृतम्। इदानीं ततः अग्रे दीर्घऋकारान्तधातुः, दीर्घऋकारान्तधातवः ततः आरभ्य एकवारं पठामः। वंशी भगिनी आरब्धुमिच्छति वा? आं भगिनि, पञ्चमबिन्दुः अस्ति ऋकारान्तधातवः। एकः एव ऋकारान्तधातुः अस्ति, पृ पालनपूरणयोः इति अर्थे। अर्थिविपर्त्योश्च इति सूत्रमस्ति, अर्थिविपर्त्योश्च इति सूत्रं सप्तमाध्याये चतुर्थपादे सप्तसप्ततितमं सूत्रमस्ति। ऋधातोः ऋधातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व ईकारादेशः भवति श्लौ परे। अनेन सूत्रेण ऋधात्वोः अभ्यासस्य इत्वं भवति श्लौ। इक्ष्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन ऋ इत्यस्य अर्ति, पृ इत्यस्य विपर्ति, द्वौ अपि सुबन्तौ। अलोन्त्यस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने ई आदेशः, न तु अभ्यासस्य पूर्णस्य। अर्थिश्च विपर्तिश्च तयोरितरेतर द्वन्द्वः अर्थिविपर्ती, तयोः अर्थिविपर्त्योः, अर्थिविपर्त्योः षष्ट्यन्तं च अव्ययपदं विपदमिदं सूत्रम्। अर्थ अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः, भ्रूयामित् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, निजां त्रयाणां गुणः श्लौ इत्यस्मात् श्लौ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति। अर्थिविपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ अस्तु सूत्रमस्ति। अर्थिविपर्त्योश्च इति सूत्रमस्ति, तत्र अर्थिविपर्ति पदद्वयमस्ति, अर्थिश्च विपर्ति इति शब्दद्वयमस्ति, तयोः इतरत्र द्वन्द्वसमासः अस्ति, अतः अर्थिविपर्त्योश्च इति सूत्रमस्ति। तत्र अर्थिविपर्त्योः इति षष्ट्यन्तं पदमस्ति, अतः तत्र षष्ट्यन्तमिति स्थाने भवति, अतः तत्र तस्मिन् स्थाने कार्यं भवति इति उक्तम्, परन्तु कीदृशकार्यमिति पश्यामः। तत्र सूत्रं सूत्रार्थः किमस्ति इत्युक्ते, ऋधातुः यः अस्ति, ऋक अर्थे किं पृधातु यत् अस्ति, पृधातु पालनपूर्णयोः इति धातुः अस्ति, तेषां तयोः धातोः अभ्यासकार्यानन्तरं यः अन्त्यवर्णस्य ह्रस्व इकारादेशः श्लोपरे, इत्युक्ते अन्त्यवर्णः यः अस्ति, अन्त्यवर्णः इत्युक्ते अन्ते भव इति अन्त्यः इति वक्तव्यम्, अन्ते यः वर्णः अस्ति तस्य स्थाने ह्रस्व इकारादेशः भवति इति सूत्रार्थः अस्ति। तत्र यद्यपि तत्र सूत्रे अभ्यासस्य इति उक्तम्, अभ्यासस्य इति सम्पूर्णधातोः स्थाने इति न भवति, तथापि अलोन्त्यस्य इति परिभाषया तत्र अन्तिम अकारस्य अन्तिम अल्वर्णस्य स्थाने ह्रस्व इकारादेशः भवति इति सूत्रं भवति। तत्र अर्ति इत्यनेन तत्र किं ज्ञायते इत्युक्ते, तत्र ऋधातोः इति गुणः भूत्वा अर्थ इति भवति, अर्ति इति तु इक्ष्टिपौ धातुनिर्देश का इक् इति धातुनिर्देशः अस्ति, अतः तत्र अर्ति इति जातम्। पिपर्ति अपि इक्ष्टिपौ धातुनिर्देश, इक् इति निर्देशः नास्ति, ष्टिप् इति निर्देशः खलु, इक् इत्यनेन तत्र इक् किमर्थम् अर्थ इति अस्ति, ऋधातु ऋधातुयोगः ष्टिप् प्रत्ययः, गुणः भवति चेत् अर् योगः ति अर्ति, इक् इति तु कित्वं भवति, अस्तु क्षम्यतां भगिनी, अस्तु क्षम्यताम्। ऋधातौ ष्टिप् इति धातुनिर्देशः अस्ति, अतः पित्वं भूत्वा तत्र गुणः भवति. इक् इत्यस्मिन् तु गुणः न भवति, अतः तत्र द्रष्टव्यं कीदृश धातुनिर्देशः अस्ति अत्र, अतः तत्र अर्ति इति भवति. पृधातु अभ्यासकार्यानन्तरं विपर्ति इति रूपं भवति, अतः द्वयोः धातोः धातुनिर्देशं कृत्वा तत्र सूत्रे स्थापितं पाणिनिन, अतः तत्र अर्तिविपर्त्योः इति षष्ट्यन्तं पदमस्ति. अतः तत्र अनुवृत्तिसहितसूत्रं किमस्ति इत्युक्ते अर्तिविपर्त्योः च अङ्गस्य अभ्यासस्य इति श्लौ इति उक्तम्. अर्तिविपर्त्योः इति स्थाने भवति षष्ट्यन्तं पदमस्ति. च अङ्गस्य च किमर्थम् उक्तम् इति अङ्गस्य अभ्यासस्य, अतः तु अभ्यासकार्यं भवति, तस्मात् अनन्तरम् अभ्यासस्य कार्यानन्तरं यः अन्तिम अल् वर्णः अस्ति तस्य ह्रस्व इकारः भवति. कदा भवति इत्युक्ते श्लौ इति उक्तं. श्लौ इत्यनेन श्लू प्रत्ययः यदि अस्ति, श्लू प्रत्यये विधानं यदा भवति, श्लौ इति सप्तमी अर्थे अस्ति, श्लू प्रत्ययस्य विधानं यदा भवति तस्मिन् समये अन्तिम अल् इत्यस्य स्थाने ह्रस्वैकारः भवति इति अवगन्तव्यः तत्र सूत्रार्थः. च इति किमर्थम् उक्तम् इति न अवगम्यते भगिनी तत्र. न, इत्युक्ते पूर्वं सूत्रं किम् अस्ति, ब्र्याम् इति सूत्रे अस्ति. ब्र्याम् इत्यत्र इत् इति आदेशः भवति अभ्यासस्य, अत्रापि सः एव आदेशः, इत् आदेशः अस्तु. पिपत्योः च अभ्यासस्य इत् अवगच्छामि. निजान्त्रायाणां गुणः श्लौ इत्यत्रापि तथैव अस्ति, तस्मात् अपि तत्र निजान्त्रायाणां गुणः इत्र इत्रत्रापि इति एव चिन्तयामि. निजान्त्रायाणां गुणः निजान्त्रायाणां गुणः इत्यत्र अपि अभ्यासस्य गुणः भवति, तत्र गुणः ब्रियामित् ब्रियामित् इत्यत्र इत् इति अस्ति खलु, ब्रियामित् इत् ब्रियाम् इत् तादृश इत् अत्रापि अनुवर्तते. इत् इति अनुवृत्तिरूपेण आगच्छति तस्मिन् अस्ति. आमाम्, अग्रे पृ इति स्वीकृत्य प्रतिपादयत्. अस्तु भगिनि, पृ इति धातु श्लू श्लौ इत्यनेन द्वित्वं पृ पृ उरत् इत्यनेन पप्रु इति भवति, उरण्ड्रपरः इत्यनेन अण्ड्रपरः पर्पृ इति भवति, हलादिशेषः इत्यनेन हलः लोपः, पप्रु अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य ह्रस्वकारादेशः पिप्रु इति अङ्गं भवति. पृ धातु यदा स्वीकुर्मः श्लौ इति श्लू प्रत्ययः विधानं भवति, यदा श्लू अभ्यासस्य कार्ये तत्र श्लू प्रत्यये विधानं भवति, तस्मात् द्वित्वं भवति, पृ पृ इति भवति. उरत् इत्यनेन तत्र अहं सूत्रार्थं विस्मृतवती भगिनी, उरत् इति सूत्रस्य विधानं विस्मृतवती. ऋकारस्य स्थाने अतादेशः, हा सत्यं सत्यं, ऋकारस्य स्थाने अतादेशः भवति, पप्रु इति भवति. प्रथम अभ्यासस्य वर्णस्य पृ इति अभ्यासवर्णस्य तत्र अतादेशः भवति, अतः पप्रु इति भवति. उरण्ड्रपरः इत्यत्र अत् इत्यत्र केवलम् अकारः अवशिष्यते उरण्ड्रपरः इति कृत्वा अर् अस्तु अस्तु अस्तु. न, प्रथमपकारस्य ऋकारस्य स्थाने अकारः अवशिष्यते न भगिनि, अकारः आदेशः भवति. आमाम्, अत् इति आदेशे केवलम् अकारः अवशिष्यते, तकारः तपकारः तु तप्रकरणमस्ति किल, असत्य. अतः तत्र पप्रु इति भवति. उरण्ड्रपरः इति अन्त्य ऋकारस्य स्थाने अर् इति आदेशः भवति, यतोहि तत्र रपरः भवति तत्, अतः तत्र पृ इति आदेशे तत्र पर्प पृ इति कथं भवति इत्यनेन अन्परः पृ पृ इति अस्ति खलु, पृ इति प्रथमभागः अभ्यासः, तत्र उरत् इत्यनेन दीर्घ ऋकारस्य स्थाने ह्रस्व अकारादेशः पृ इति भवति, तर्हि सः अण् रपरः भवति इति कृत्वा पर् पृ अस्तु अवगतं, क्षम्यताम्, अस्तु अस्तु अवगतम्। अकारः यदि ऋकारस्य स्थाने केवलम् अकारः ने अन आदेशः भवति, यतोहि तत्र स्थानेन्तरतमः इति अर् इति आदेशः भवति, अतः पर्प्रु इति भवति। हलादिशेषेन हलादिशेषः इत्यनेन तत्र हलः लोपः, तत्र हलः लोपः हलादिवर्णः यः अस्ति, एतत् सूत्रमपि विस्तृतवती भवति। रेपः, रेपः रेपस्य लोपः आदिम हल् वर्णः तिष्ठति, अन्ये हल् वर्णाः लुप्यन्ते। सत्यम्, अस्तु, अहं पुनः अभ्यासं करोमि। तत्र हलादिशेषः इत्यनेन तत्र रेपः अपगच्छति, आदिमहल् वर्णः तिष्ठति, अतः प इति प अकारः तिष्ठति, रेपः गच्छति, पप्रु इति भवति। अधुना तु अभ्यासकार्यं जातम् अर्तिपिपर्त्योश्च इति सूत्रेण, अभ्यासस्य तत्र अन्ते तत्र ऋकारः अस्ति, तस्मिन् न अभ्यासवर्णः तु पका प आ इति अस्ति, अतः तस्य अन्ते यः अकारः अस्ति तस्मिन् स्थाने इकारः ह्रस्विकारादेशः भवति, अतः तत्र अधुना अङ्गं किं जायते इत्युक्ते पिप्रु इति अङ्गम् उत्पन्नं भवति। यतोहि तत्र ऋकारस्य स्थाने अभ्यासकार्यमस्ति तत्र प्रूधातुस्थाने, अतः तत्र प्रूधातु अस्ति, अर्तिपिपर्त्योश्च इत्यनेन प्रूधातु अस्ति, अतः प्रू यत् अभ्यासकार्यं जातं, पकारः अकारः अस्ति, तस्मिन् स्थाने इकारः आदेशः। समीचीनं नाम भगिनि? आमां समीचीनं। तत्र यदा पूर्वं ऋधातोः विषये चर्चा कृता तदानीमपि अर्तिपिपर्त्योश्च इति सूत्रस्य चिन्तनं कृतं, तत्र कथम् उक्तमासीत् इति चेत् उरत् इति सूत्रं प्रबाद्य अर्तिपिपर्त्योश्च इत्यनेन साक्षात् दीर्घऋकारस्य स्थाने ह्रस्वैकारादेशः भवति इति तत्र उक्तमासीत्। तदानीं मया उक्तम् उरत् इति सूत्रं कृत्वापि अर्तिपिपर्त्योश्च इत्यस्य कार्यं जायते चेत् क्लेशः नास्ति इति उक्तमासीत्। तदेव अत्र प्रदर्शितमस्ति, उरत् इति सूत्रस्य कार्यानन्तरम् अर्तिपिपर्त्योश्च इत्यस्य कार्यं भवति चेदपि क्लेशः नास्ति, साक्षात् अर्तिपिपर्त्योश्च इति सूत्रम् उरत् प्रबाद्य कार्यं करोति इति वदति चेदपि क्लेशः नास्ति, उभयत्र रूपं समानमेव भवति। अतः तत्र यत्र अभ्यासकार्याणि भवन्ति तत्र प्रथमं किं करणीयं, द्वितीयं किं करणीयम् इति तादृशचिन्तनस्य आवश्यकता नास्ति, यतः कथञ्चित् अपि कुर्वन्तु, क्लेशः न भवति। अस्तु, समीचीनं, धन्यवादः। इदानीं किञ्चित् अग्रे गच्छामः। किं विजया भगिनी अग्रे पठति वा? अस्ति वा भगिनी? आं महोदय, नमस्कारः। नमस्कारः, पठतु। इदानीं प्रू इति अस्ति, स्लौ इत्यनेन द्वित्वं भवति, प्रू प्रू इति अस्ति, अत्र उरत् इत्यनेन पप्रू उरण्ड्रपरः इत्यनेन उरण्ड् अण्ड्रपरः भवति, पप्रू हलादिशेषः इत्यनेन हलः लोपः, पप्रु अर्तिपिबत्योच्च इत्यनेन अभ्यासस्य ह्रस्व इकारादेशः, पितृ न भगिनी अत्र उरत् इति सूत्रम् आरभ्य पठतु। अस्तु, उरत् प्रतिपरे अभ्यासस्य ऋकारस्य स्थाने अत् आदेशः भवति, इदानीमेव भवत्या उक्तम् अत्र ऋकारस्य स्थाने अत् आदेशः ह्रस्व अकारः भवति इति आदेशः, पुः षष्ट्यन्तम् अत् प्रथमान्तं द्विपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य पुः अत् भवति, उरत् प्रत्ययपरे यत्र प्रत्ययमस्ति अभ्यासमस्ति तत् स्थाने ऋकारस्य स्थाने अत् आदेशः भवति, ऋ इत्यस्य ह्रस्व अकारः भवति इति. अनन्तरम् अत्र अभ्याससमये एव एतत् भवति अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य उः अत् भवति इति. लादिशेषः अभ्यासस्य आदिमः हल् शेषः अभ्यासे अपरेषां हलां लोपः. हल् प्रथमान्तम् आदिः प्रथमान्तं शेषः प्रथमान्तं त्रिपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य हलादिः शेषः. एतत् विषये बहुवारं वयं पठितवन्तः. हलादिशेषः आदिम अभ्याससमये आदिमः हल् शेषः भवति अभ्याससमये. अनन्तरम् अत्र अपरेषां यत्र हल् वर्णः भवति एतत् लोपः भवति इति. अत्र सर्वे हल् आदिः अनन्तरं शेषः सर्वत्र प्रथमान्तं भवति अतः तत्र तत् स्थाने एव आदेशः आगमः वा भवति इति. अनन्तरम् एतत् अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य हलादिः शेषः. अङ्गम् अनन्तरम् अभ्याससमये हलादिः प्रथमवर्णः आदिमवर्णः हल् शेषः अभ्याससमये अपरेषां वर्णः हल् वर्णः अस्ति चेत् तत् स्थाने सर्वत्र लोपः भवति इति. महोदय आं भगिनि इतोपि अग्रे पठतु. हा समीचीनम् अग्रे पठतु. हलादि तित्सु सार्वधातुक अर्धधातुकयोः एकेन गुणः भवति पितृ योः गति पिपत्ति इति भवति. अत्र पित् अस्ति चेत् अत्र गुणः भवति अतः पिप्र योगति पिपर् ऋकारस्य स्थाने अर् भूत्वा उरण्ड्रपरः इत्यनेन पिपर् योगति पिपर्ति इति भवति इति भवति. अजादिपित्सु सार्वधातुक अर्धधातुकयोः तत्र अपि गुणः भवति पिप्र योग आणि अत्रापि अर् भूत्वा पिपर् योग आणि अटुकुपवाङ्नं व्ययवायेपि इत्यनेन नत्वं भूत्वा पिपराणि इति अन्ततो भवति. अनन्तरं हलादिपित्सु अपित्सु अस्ति चेत् उदोस्य पूर्वस्य इत्यनेन उकारादेशः भवति उरन् रपरः अपि भवति इत्यनेन रपरत्वं भवति. हली च इत्यनेन उपधायाः उकारस्य दीर्घत्वं भवति अतः तत्र पिप्रू इति भवति पिप्रो योगः तः अर्ब् इदानीमत्र पिपुर् योगः तः दीर्घत्वं उरण्ड्रपरः अलीच इत्यनेन प्रथमम् उकारस्य दीर्घत्वं भवति पिप्रो योगः तः. अनन्तरम् अत्र ह्रस्वत्वं भवति खलु महोदय पिपुर् योग ह्रस्वत्वं न ह्रस्वत्वं न तत्र पिपूर्तः इति दीर्घः एव हलीच इत्यनेन दीर्घत्वं हलीच इत्यनेन उपधायाः उकारस्य दीर्घत्वं भवति पिपूर्तः. परन्तु अत्र पिपूर् इति रसं दत्तं खलु न प्रदर्शितम् अनन्तरं प्रदर्शितं खलु पिपूर्तः इति पिपूर् इति आसीत् न उदश्यो पूर्वस्य इत्यनेन ह्रस्व उकारादेशः भवति पिपुर् इति भवति पिप्र प्रथमतया पिप्र इति अस्ति खलु तदानीं दीर्घ ऋकारस्य स्थाने ह्रस्व उकारादेशः उरण्ड्रपरः इति कृत्वा पिपुर् इति भवति. इदानीं हलिश इत्यनेन दीर्घत्वं पिपूर्तः समीचीनं पिपूर्तः इति अन्तिम रूपं निष्पन्नम् अत्र. इदानीम् अजादि अपित्स् अस्ति चेत् तत्रापि उदोष्टपूर्वस्य इत्यनेन उकारादेशः अनन्तरं मुरण्ड्रपरः इत्यनेन रपरत्वं भवति अतः पिप् पितृ योगः अपि अत्रापि पिपुर् योगः अति पिपुरति इति अन्ततोगत्वं भवति. अत्र हलीच इत्यस्य कार्यं नास्ति, यतोहि हलीपरे नास्ति, दीर्घत्वं नास्ति एव. अस्तु भगिनि, समीचीनम्. इदानीं सूत्रं पठामः, उदोष्ट्यपूर्वस्य इति सूत्रम् अनिमा भगिनी कृपया पठतु. आम्, नमस्ते भगिनि. उदोष्ट्यपूर्वस्य ओष्ट्यपूर्वस्य ऋकारान्तस्य ऋकारस्य ह्रस्व उकारादेशः भवति, येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः. अतः तादृशम् अङ्गं यस्य अन्ते ऋकारः अस्ति, न तु ऋकारः इति अङ्गम्. अलोन्त्यस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उत् आदेशः, न तु अङ्गस्य पूर्णस्य. ओष्ठ्याः नाम पवर्गीयवर्णाः, ओष्ठ्योः भवः ओष्ठ्यः, ओष्ठयोः भवः ओष्ठ्यः. ओष्ठ्यः पूर्वः, यस्मात् सः ओष्ठ्यपूर्वः बहुव्रीहिः तस्य ओष्ठ्यपूर्वस्य ऋवर्णस्य. उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्. ऋत इत् धातोः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्. ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्. अत्र पूर्वसूत्रमस्ति ऋत इत् धातोः, इत्युक्ते दीर्घ ऋकारान्त अङ्गम् अस्ति चेत् तस्य इत् आदेशः भवति, परन्तु ओष्ठ्यपूर्वं ऋकारः अस्ति चेत् तस्य उत् भवति, न तु इत्. यथा कृ धातु इति अस्ति चेत् इत्येव भवति, परन्तु प्र धातुः पवर् पवर्गीयवर्णः अस्ति, अतः तस्य उत् आदेशः भवति. तत्र ऋकारः इति अङ्गं न भवतु, परन्तु यस्य अङ्गस्य अन्ते ऋकारः अस्ति इति विशिष्टतया उक्तमस्ति. ऋ इति धातुः अपि अस्ति, तस्य कार्यमत्र न उक्तं भवति, ऋकारान्त अङ्गस्य एव कार्यं भवति इति. ओष्ठयोः भवः इत्यनेन ओष्ठ्य उत् ओष्ठ्यपूर्वस्य इति अस्ति, तस्य ओष्ठ्य इत्युक्ते ओष्ठयोः भवः इति तद्दिदं वा किमपि प्रत्ययः भवति. ओष्ठयोः भवः ओष्ठ्यः. इदानीं समासः ओष्ठ्यः पूर्वः, यस्मात् सः, सः ओष्ठ्यपूर्वः. इदानीं प्र इति धातुं स्वीकुर्मः, तत्र ऋकारान्त अन्ते अस्ति, तस्मात् पूर्वमस्ति ओष्ठ्यः पकारः, अतः ओष्ठ्यः पूर्वः यस्मात् इति. सो तादृश ऋकारान्तस्य अङ्गस्य ओष्ठ्यपूर्वः कः? पकारः. अल, ओष्ठ्यपूर्वः अस्ति ऋकारः. ओष्ठ्यपूर्वः अस्ति ऋकारः, यतोहि ऋकारात् पूर्वं पकारः ओष्ठ्यवर्णः खलु. तादृश अङ्गस्य एव उत् आदेशः भवति इति उक्तमस्ति. अपि च न तु अङ्गस्य पूर्णस्य अलोन्त्यस्य इत्यनेन अन्तिमस्य वर्णस्य एव आदेशः भवति इति. तर्हि इदं सूत्रं नास्ति चेत् किं भवति? इत् इत् आदेशः भवति. हा, ऋत इत् धातोः इत्यनेन दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशः स्यात्. परन्तु अत्र इकारादेशः न भवति, परन्तु उकारादेशः भवति अन्त्यवर्णस्य स्थाने. यथा तत्र दीर्घ ऋकारान्तधातुः इति कश्चन धातुः अस्ति, झृ इति अन्यः धातुः, झृ इति धातुः अस्ति, तत्र दिवादिगणे अस्ति इति मन्ये. तत्र झृयोगः यते, तत्र दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति. उरण्ड्रपरः इति कृत्वा जीर्यते, जीर्यते इति रूपं, तत्र ऋतधातोः इत्यस्य कार्यं। तर्हि तत्सूत्रं प्रबाद्य उदोष्ट्यपूर्वस्य इति सूत्रमस्ति। अत्र किमस्ति इति चेत् अत्रापि दीर्घ ऋकारान्तधातुः एव, परन्तु अत्र अन्यः अन्यत् अपि निमित्तं वर्तते यत् तादृशदीर्घ ऋकारान्तात् पूर्वम् ओष्ट्यवर्णः भवेत्। ओष्ट्यवर्णः इत्युक्ते पवर्गीयवर्णः अथवा वकारः, ओष्ट्यवर्णः इत्युक्ते पवर्गीयवर्णः अथवा वकारः, यतोहि वकारः दन्तोष्टः अस्ति खलु। हा, इति कृत्वा इदानीं ओष्ट्यपूर्वः यः ऋकारः, दीर्घऋकारः, तादृशऋकारस्य स्थाने ह्रस्व उकारादेशः भवति। सः उकारः यतोहि अणः स्थाने ऋकारस्य स्थाने आदेशः इति कृत्वा सः आदेशः रपरः भवति इति कृत्वा उर् इति आदेशः भवति। दीर्घऋकारस्य स्थाने उर् आदेशः भवति। तर्हि पिप्र इति यदा अस्ति तर्हि तत्र दीर्घऋकारस्य स्थाने दीर्घऋकारात् पूर्वं पकारः ओष्ट्यवर्णः इति कृत्वा दीर्घऋकारः ओष्ट्यपूर्वः अस्ति। अतः तादृश ओष्ट्यपूर्वस्य दीर्घऋकारस्य स्थाने उर् इति आदेशः भवति। उकारादेशः उरण्ड्रपरः इति कृत्वा रेपः, उर् इति आदेशः भवति, पिपुर् इति भवति, पिपुर्, पिपुर्योगः अति पिपुरति इति एवं रीत्या। भगिनि अग्रे अपि पठतु, उरण्ड्रपरः हलि च इति प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं सर्वं पठनीयमिति न। उरण्ड्रपरः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति। ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम्। रः परः यस्य, सः रपरः। उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्। त्रिपदमिदं सूत्रम्। स्थान्यन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रम्। उः स्थाने, अण् रपरः। इदानीम् उत् इति आदेशः अभवत्, तत्तु अण् मध्ये अस्ति, अतः तस्य रपरः भवति इति। हलि च, तत् पठामि वा? हलि च, हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति। हलि सप्तम्यन्तं च अव्ययपदं। द्विपदमिदं सूत्रं। सिपधातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः। रोरुपधाया दीर्घ इकः इत्यस्मात् पूर्णतया अनुवृत्तिः। येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः। अतः रुवोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारः तेषामपि ग्रहणम्। अनुवृत्तिसहितसूत्रम्। हलि च, रुवोः धातोः उपधायाः इकः दीर्घः। इदानीं पिप्पुर् योगः ता इति स्थितिः अस्ति, तत्र उपधायाम् उकारः अस्ति, उपधायाः इक् उपधायाम् इक् वर्णः अस्ति, तस्य उपधायाः हलि परे दीर्घः भवति। इदानीं तः इति तस्य तकारस्य हल्त्वम् अस्ति, अतः इकः दीर्घः भवति। ऊर् उकारस्य ऊकारादेशः भवति इति। समीचीनं समीचीनं, पिपूर्तः इति भवति। तत्र अग्रे तदपि उक्तवती खलु, पिप्रयोगः तत् एकवारं वदतु। पिप्रयोगः तः उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण्ड्रपरः इत्यनेन रपरत्वमपि। इदानीं पिपुर् तः इति रूपं। हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वं। पिपूर् योगः तः पिपूर्तः इति रूपसिद्धिः भवति। धन्यवादः। तर्हि इदानीम् इतोपि तत्र विशेषः अस्ति, एतत्तु परिचितमेव अस्ति, पुनः एकवारं पश्यामः। तत् किं सरस्वती भगिनी पठति वा? तर्हि इदानीं लङ्गी, लङ्गी तलुपः स्वलोपः अपिप्रु योगककार सार्वधातुकार्धधातुकयोः इत्यनेन अपिपर् भवति अपिपर् योगकः हल्नाभ्यो दीर्घास्तुतिस्य पृष्टं हल् इत्यनेन सकारलोपः अपिपर् खरवसानयोर्विसर्जनीयः इत्यनेन विसर्ग आदेशः भवति अपिपः तथैव अपिप्रु योगस्य सकार अपिपर् योगसकार स्वलोपः अपिपर् अपिपः तर्हि अत्र किं दत्तमस्ति लङ्गिरूपमस्ति अपिप्रु अडागम भूत्वा अत्र अपिप्रु भवति तदा यदि तकार प्रथमपुरुष एकवचनमस्ति तर्हि तकार अस्ति तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन तत्र गुण भूत्वा तथा उरण्परः द्वयोः सूत्रयोः कार्यं भवति तदा अपिपर् भवति तथा अपिपर् योग तकार अस्ति इदानीं हल् वर्णान्त अङ्गमस्ति अतः तकारस्य लोपः भवति हल् नाभ्य दीर्घात् श्रुतिषे प्रोक्तं हल् इत्यनेन लोपः भूत्वा केवलम् अपिपर् अस्ति इदानीं रेफः अस्ति अन्ते अतः खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गस्य आदेशः भवति अतः अपिपः भवति एवमेव यदा सकार अस्ति प्रत्ययरूपेण इत्युक्ते मध्यमपुरुषस्य एकवचनमस्ति तदा पुनः अपिप्रु अस्ति अडागम भूत्वा पुनः सकार तत्र तथैव अपिपर् इत्युक्ते सिप् पित् अस्ति अतः तत्र सर्वधातुक अर्धधातुकयोः इत्यनेन गुणं भूत्वा तथा उरण्परस्य कार्यं भूत्वा अपिपर् भवति अपिपर् योगसकार तत्र पुनः सकारस्य लोपः हल् न्याभ्युदीर्घसूत्रस्य प्रोक्तं हल् इत्यनेन सकारस्य लोपः भूत्वा पुनः अपिपर् अस्ति तत्र पुनः रेफः स्यन्ते अतः खरवसानयोर्विसर्जनीयः इत्यनेन विसर्ग आदेशः भूत्वा अपिपः भवति अतः लङ्गि प्रूधातुः प्रथमपुरुष एकवचनस्य तथा मध्यमपुरुषस्य एकवचनस्य अपिपः एव रूपं भवति अग्रे वक्तव्यं वा भगिनी सम्यक् वा आम् समीचीनं भगिनि इत्युक्ते अनेन अस्माभिः अवगम्यते यत् हल्न्याभ्यो दीर्घसूतिस्य पृक्तं हल् केवलं हलन्तधातुतः कार्यं करोति इति नास्ति यदा धातुः प्रक्रियायां हलन्तः भवति यथात्र अपिप्र इति धातुः तु हलन्तः नास्ति अजन्तः एव अस्ति परन्तु यदा उदोष्ट्यपूर्वस्य इत्यस्य कार्यं भवति न अथवा गुणकार्यं यदा भवति सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं यदा भवति अथवा अन्येन मार्गेण धातुः हलन्तः भवति इदानीम् अपिप्र इति इदानीम् अपिपर् इति जातम् उरण्परः इति कृत्वा इदानीं धातुः हलन्तः इति कृत्वा हल्न्याभ्यो दीर्घस्तुतिस्य पृक्तं हल् इत्यस्य कार्यम् अतः हल्न्याभ्यो दीर्घस्तुतिस्य पृक्तं हल् इत्यस्य क्षेत्रद्वयं वर्तते यत्र धातुः साक्षात् हलन्तः अस्ति धातुपाठे अपि च यत्र धातुः प्रक्रियायां हलन्तः भवति अस्मिन् सूत्रे उपदेशावस्थायां हलन्तधातुः इति न उक्तम् अतः एव प्रक्रियावस्थायां हलन्तः भवति चेदपि सूत्रस्य कार्यं भवति खलु तथा सुबन्ते अपि भवति न यत्र कुत्रापि एवमेव अस्तु अग्रे गच्छतु केवलम् प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् अत्र त्रीणि सूत्राणि सन्ति सर्वेषां प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं हल्लाभ्यो दीर्घस्तुतिस्य पृक्तं हल् इत्यनेन लङ्लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य सप्रत्ययस्य लोपः तथैव च मध्यमपुरुषे सप्रत्ययस्य लोपः हल्लाभ्यो दीर्घस्तुतिस्य पृक्तं हल् हलन्तात् दीर्घ्यन्तात् दीर्घावन्तात् च सु ति सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः अनुवृत्तिसहितसूत्रं दीर्घात् हल् न्याभ्यो सुतिसि अपृक्तं हल् लुप्यते अपृक्त एकालप्रत्ययः यस्य प्रत्ययस्य एकैव अल् तस्य अप्रत्ययसंज्ञा भवति. सूत्रं स्वयं सम्पूर्णं एकाल् प्रत्ययः अप्रत्ययः संज्ञासूत्रमस्ति. एवमेव खरवसानयोर्विसर्जनीयः पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशः भवति खरि अवसाने च परे. अनुवृत्तिसहितसूत्रमस्ति रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्. पर्याप्तं न वा भगिनि? आमामां समीचीनं समीचीनं सम्यक् अस्ति इति अस्ति. तर्हि इदानीं किञ्चित् ततः अग्रे गच्छामः. इदानीं जुसि च इति अत्र अग्रे मीना भगिनी अग्रे पठति वा? पठामि भगिनि. जुषि जुषि जुषि गुणः तत्र वा? जुषि च नास्ति, जुषि गुणः ततः यत् सत्यं जुषि गुणः अपि जुषि नास्ति जूसि जुसि जुसि जुसि गुणः अपि पृ जि सुजभ्यश्च विधिभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने जुस् आदेशः. अपि पृ योगः उः जुसि च इत्यनेन इगन्ताङ्गस्य गुणः. अपि अपि पर् योगः उः अपि परुः तत्र अपि पृ इति अङ्गमस्ति जि इति तिप्तश्चि तत्र जि अस्ति सिजभ्यस्त विधिभ्यश्च इति अनेन अनेन जि प्रत्ययस्य स्थाने जेर् जुस् अस्ति तत्र आदेश जुस् आदेशः भवति. अपि पृ योगः जुस् सकारः लोपः अत्र चुटि इति सूत्रेण जकारः लोप ऊः एव अवशिष्यते. जुसि च इत्यनेन इगन्ताङ्गस्य गुणः भवति. तत्र अपि पृ इति इगन्तमस्ति ऊः इति गुणः भवति. अपि पर् ऊः अपि परु अपि परुः इति रूपं भवति. जुसि च इति पठामि वा? आमां पठतु. जुसि च अजादौ जुसि परे अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति. जुसि सप्तम्यन्तं च च अव्ययपदं द्विपदमिदं सूत्रं येन विधिस्तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन आम् अङ्गान्तस्य एकः स्थाने गुणादेशः. सस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इति परिभाषासूत्रेण इकः स्थानी इकः स्थानी भवति. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः अचि जुसि च. अत्र जुसि च इति नूतनसूत्रं किल इदानीं नूतन तत्र अजादौ अजादौ जुसि परे अजादौ जुसि परे इगान्तस्य गुणः भवति. इगान्तस्य इति न इगन्तस्य इगन्ताङ्गस्य गुणः भवति. अजादौ जुसि परे जुसि इति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रमिति अस्ति येन विधिस्तदन्तस्य इत्यनेन तत्र गुणः कुत्र भवति इति भवति तत्र इत्यनेन इगन्त अङ्गस्य इक् अन्तस् अङ्कस्य आदन् इग् इग् अन्तस्य अङ्गस्य गुणः भवति. अलोन्तस्य इत्यनेन अङ्गान्तस्य एकः स्थाने गुणादेशः तत्र अङ्ग अन्तिमवर्णः इक् स्थाने एव गुणादेशः अलोन्तस्य इति सूत्रेण. स्याचि इत्यनेन अचि इत्यस्य अनुवृत्तिः परे मिदेर्गुणः इति गुणः इति अनुवृत्तिः एव. अङ्गस्य अधिकारः इको गुणवृत्तिः इति परिभाषसूत्रेण इकः स्थानी भवति. कुत्र कुत्र भवति इति गुणः कुत्र भवति इति इक् स्थाने सप्तमन्तं तत्र भवति जुसि च इति इको गुणवृत्ति परिभाषसूत्रेण इकः स्थानी भवति. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः अचि जुसि प्रत्यये परे इक् इग इग इग इक् इक् इक् अन्तिम वर्णः इक् स्थाने गुणः भवति. इक् इकः गुण तत्र तस्य अङ्गस्य इगान्तस्य अङ्गस्य गुणः अचि अचि परे अचि जुसि च. अचि परे इकः अङ्गस्य गुणः अचि अपि जुसि च गुणः भवति. इदानीं पृ अग्रे पठामि वा? अग्रे तु रूपाणि साधनीयानि खलु. अस्तु भगिनि, धन्यवादः. इति जुसि च इत्युक्ते वस्तुतः जुसि परे तु इगन्ताङ्गस्य गुणः न भवति, यतोहि जुसि इति प्रत्ययः अपित् प्रत्ययः, अतः निद्वत् भवति, अतः सामान्यतया गुणः न भवति. सर्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु बाधितं भवति निति च इति सूत्रेण. तदर्थम् अत्र सूत्रं रचितमस्ति जूसि च इति. तत्रापि गुणः इष्टः इति कृत्वा इगन्ताङ्गस्य इकः गुणः भवति अजादि जूसि परे इति उक्तम्. यत्र यत्र गुणः इति पदमस्ति तत्र तत्र इको गुणवृद्धि इति पदम् आयाति, तेन अवगम्यते इकः स्थानी अस्ति इति. अस्तु, तर्हि इदानीं रूपाणि साधयामः. तर्हि अरुणा भगिनी वदति वा लटि? पृच्छामि वा अधुना? पृच्छतु पृच्छतु. क्षम्यताम् अरुणा भगिनी, तत्र पूर्वमपि उक्तं भवति अपि भवत्या, परन्तु अहं विस्तृतवती. अजादौ इति किमर्थम् उक्तं? तत्र ऊ आदेशः एव, ऊः एव भवति किल भगिनि तत्र तु? तत्र किं विधिलिङ्गकारे अपि यासुट् परस्मे पदेषु उदात्तो निश्च तत्र विधिलिङ्गकारे अपि जे हेजुस् यासुट् इति न जे हेजुस् तत्र यासुट् परस्मैपदेषु उदात्तो निच्च जे हेजुस् उभयत्र द्वयोः कार्यं यदा भवति तत्र वस्तुतः तत्र किमस्ति तिप्तस् झि झि इति प्रत्ययः अस्ति. झि इति प्रत्ययस्य जुस् आदेशः भवति, जुस् इति भवति. तादृशप्रत्ययस्य यासुट् आगमः भवति. यास् यास् योगः उस् इति भवति. यास् योगः उस् तत्र सकारस्य लोपः भवति लिङ्गः सलोपोऽनन्तस्य इत्यनेन. या योगः उस् उस्य पदान्तात् इत्यनेन पूर्वपरयोः पररूपादेशः. युः इति प्रत्ययः, युः इति यः प्रत्ययः अस्ति सः प्रत्ययः अजादिः नास्ति. तत्र इगन्ताङ्गस्य गुणः नापेक्षितः, अतः अत्र अचि इति उक्तम्. अस्तु, धन्यवादः भगिनि, तदेव धन्यवादः. अस्तु अरुणा भगिनी कृपया. आं भगिनि, प्रदाति सप्तने प्रथमं प्लौ इति सूत्रेण गृहीतं भवति पृ पृ. तदनन्तरम् उरत् इति सूत्रेण अभ्यासस्य ऋकारस्थाने अत् आदेशः भवति. उरण्ड्रपुरदेव आगच्छति पर्पृ हलिच इति न देव अपगच्छति प्र फलादिशेषः हलिच इति फलादिशेषु. तदनन्तरम् इकार अति विपत्ति यो सूत्रेण इकार आगच्छति भगिनि पिप्रु. पिप्रु पिप्रु तत्रापि वस्तुतः ऊरण्ड्रपरः अपि आगच्छति. पिर् पृ इति भवति, तदानीं पुनः गच्छति रेपः कृतं पुरुषति इतः अतः सो इति पित् अस्ति गुणः सार्वधातुक आर्धधातुकयोः इति गुणः भवति आगच्छति पिप पिपर्ति भवति पिपर्ति अतः अपि अस्ति गुणकार्यं नास्ति पिपृतः न पिप्रयोगः तः अत्र इतोपि विशिष्टसूत्रं यत् पठितमस्ति उदोष्ट्यपूर्वस्य सहायम् अपेक्षितं वा अरुणा भगिनी सूत्रं न जानामि भगिनि इदानीं पठितं खलु उदोष्ट्यपूर्वस्य करपत्रे करपत्रे दत्तमस्ति विस्तृततया अत्र दत्तमस्ति करपत्रे पिप्रयोगः तः अस्तु तत्र सूर्यकुमारी भगिनी चिकित्सा प्राप्तं वा न भगिनि अस्तु सूर्यकुमारी भगिनी किञ्चित् सहायं करोतु पिप्रयोगः सः पिप्रयोगः सः भगिनि तत्र पिप्रु वस्तुपूर्व अस्ति उतोस्तुपूर्वस्य इत्यनेन पिपु भवति पिपुर् भवति उरन्दपरप इत्यनेन पिपुर्योगः पिपुर्योगः तः तत्र हलन्तमस्ति अङ्गम् न हली च इति सूत्रं कार्यं करोति इति करपत्रे इदानीं पठितं खलु सम्यक् करपत्रे सर्वं दत्तमस्ति किमर्थं क्लेशः तत्र रेफानन्तरं हल् अस्ति हलि च इत्यनेन पिपूर्भवति पिपूर्तः रूपं भवति समीचीनं पिपूर्तः इति अरुणा भगिनी ज्ञातं वा ज्ञातं भगिनि अधुना एकवारं वदतु किमस्ति अत्र ओके पिपृयोगः तः अत्र उदोष्ट्यपूर्वस्य इत्यनेन उकार आदेशः भवति टुकारस्थाने अत्र पवर्गः ओस्ट् वर्णः अस्ति तथापरः इति रेफ भवति पिपुर् भवति पिपुर् योगतः पिपुर्तः भवति हलिच इत्यनेन दीर्घं भवति पिपूर्तः यतोहि पिपुर् इति रेपान्तधातुः अस्ति उपादायाम् इक् वर्णः अपि अस्ति अपि च रेपस्य अनन्तरं हल् वर्णः अस्ति हलिपरे इति कृत्वा दीर्घत्वम् अत्र भवति अग्रे पिप्रुयोगः अत्र अजादि अपित् अस्ति अजादि अपित्सु अत्रापि ओदोष्ट्यपूर्वश्चेतनेन उकार आदेशः भवति तदनन्तरम् उरन्द्रपुरः देपः भवति पिप्पु युगः अति अकारः हल् नास्ति अतः केवलं वर्णमेलनेव पिपुरति इति कृत्वा. सम्यक् सम्यक् सम्यक् अग्रे. पितृ योगः गुणः भवति अधिपित् अस्ति पीपर् फर् भवति पीपर् आदेशप्रत्ययोः तेन मूर्धन्य पीपर्स् पीपर्स्ति अग्रे. तदनन्तरं पिप्रु योगः अपित् अस्ति परन्तु उदोष्ट्य पूर्वस्य इति सूत्रेण उकारादेशः उरङ्गपुरहार पिप्रुर्योगः पिप्रुतः भवति. पिप्रुत इति बहुवचनं पिप्रु युगः न न पिप्रुतः न उदोष्ट्यपूर्वस्य इत्यनेन पिपुर् योगः तः इदानीं किं भवति यथा पूर्वं पिपुर्तः भवति भगिनि पिपुर् अपगच्छति न न अपगच्छति न इदानीं हलीच इत्यनेन किम् अस्ति सूत्रस्य कार्यं किम् अस्ति हलीच इत्यनेन किं भवति उपादायाः दीर्घत्वं पिपूर्तः पिपूर्तः भवति पिपूर्तः भवति पिप्रुयोगः मिप् गुणः भवति पिपूर्वः पिपूर्वः पिपूर्णः तत्रापि हलीच उदष्ट्यपूर्वस्य हलीच. अस्तु भगिनि धन्यवादः समीचीनं धन्यवादः. तर्हि इदानीं सूर्यकुमारी भगिनी अग्रे लोटि. हा भगिनि अङ्गमस्ति पिप्रु योगः तु तत्र गुणः भवति पिपुर् भवति ऊष्ट्रपूर्वसित्तेन उकारः भवति पिपुर् योगः तु पिपुर्तु भवति क्षम्यतां पिपर्तु गुणः पिपर् भवति पिपर्तु भवति क्षम्यतां पिपर्तु भवति तात् तत्र गुणः नास्ति पिप्रु तात् भवति न न न न अत्र पश्यन्तु अत्र सर्वेषां भ्रमः अस्ति अत्र यत्र यत्र अपित् प्रत्ययः अस्ति तत्र गुणः न भवति तत्र तु उदोष्ट्यपूर्वस्य इत्यस्य कार्यं भवति हलादिप्रत्ययः वा भवतु अजादिप्रत्ययः वा भवतु सर्वत्र अतः पिपुर् इति भवति पिपुर्योगः तात् इदानीं किं भवति पिपुर्योगः तात् तत्र पुनः हलीच हलीच इत्यनेन दीर्घं भवति पिपुर् पिपुर् तात् भवति तां तत्र अपि अन्यदपि रूपमस्ति पिपुर् तात् पिपुर् ताद् आमां द्विवचने पिपुर् पिपुर् तां भवति बहुवचने पिपुर्योगः अतुः अतुः न पिप्रयोगः अतु पिप् क्षम्यतां पिप्रुवियोगः अतु द्विवचने कथम् अस्ति इति एकवारं वदतु. द्विवचने पिप्रुयोगः ताम् पिप्रुयोगः तां तत्र गुणः नास्ति. तत्रापि उकार आयाति. पिपुर्योगः तां भवति. तदनन्तरं अलिच इत्यनेन दीर्घ भवति. पिपूर्तां भवति. सम्यक् अग्रे. पिप्रुयोगः अन्तु क्षमितमातु. तत्र इत्युक्ते यदा वयं वदामः पिप्रु पिप्रु इति न वक्तव्यं, पि पृ इति वक्तव्यम्. आं पिप्रु क्षम्यतां पिप्रु. पिप्रुयोगः अतु अपित् अजाधिपत्ये अस्ति. पिप्रु तत्रापि उष्ट्रपूर्व अस्ति, उकार आयाति. पिपुर्योगः अतु पिपुरतु भवति. सम्यक्. मध्यमपुरुष पिप्रुयोगः इ हि अपित् अस्ति. तत्रापि उकार आयाति. पिपुर्भवति. पिपुर्योगः हि तत्रापि दीर्घः भवति. पिपुर्हि भवति. तात् अपित् अस्ति. पिपुर्तात् भवति. तत्र अपि दीर्घः भवति. पिपुर्तात् पिपुर्ताद् तं तत्रापि उकारायाति. पिपुर्योगः तं पिपुर्तां भवति. पिपुर्थात् भवति बहुवचने. आनि तत्र गुणः भवति. पिपराणि तत्र नत्वमपि भवति. पिपराणि पिपराव पिपराम. सम्यक्. समीचीनं. धन्यवादः. धन्यवादः. इदानीं लङ्लकारे उमाभगिनी वक्तुमिच्छति वा? भगिनी तर्हि तत् यदि पित् प्रत्ययः अस्ति परे तर्हि पिपर् इति अङ्कं भवति. यदि पित् प्रत्ययः नास्ति पिपूर् इति अङ्कं भवति. तदेव किल? न इति न वक्तुं शक्यते. इति न वक्तुं शक्यते. हलादिप्रत्ययः परः अस्ति चेत् पिपूर् इति भवति. हलादिप्रत्ययः परः नास्ति, अजादिः अस्ति चेत् पिपुर् इति एव तिष्ठति. हा अस्तु. न अस्तु. तत्र लङ्लकार न लोट्लकारे कथपुरुष बहुवचनरूपम् अन्तुम् इति अस्ति. अस्तु. अत्र तु पिपुरतु पिपुरतु इति भवति. अस्तु अस्तु अस्तु. चिन्ता मास्तु. अस्तु उमा भगिनि. पितृयोगः अलागमः आगच्छति. सो आर् पितृयोगत न इदानीं सूत्रस्य प्रसङ्गः नास्ति. हल्याभ्यो दीर्घसुतिस्य प्रत्यम् इति सूत्रस्य प्रसङ्गः नास्ति. अत्र इतोपि आवश्यकं धन तदानीमेव प्रसङ्गः भवति. गुणा भवति. न न न अपिपर् योगः त इदानीं हल्याभ्यो दीर्घसुतिस्य प्रत्यम् हल्. ओके ओके. सो ता लोपः भवति. अपिपः अपिपः पिपरः न अपिपर् रेपस्य स्थाने विसर्गः अपिपः अपिपः अपिपः देन् ताम् ताम् इस् अपि प्रत्ययः सो नो गुण पिपृ प्लस् ताम् अपि देन् ऋकारस्य स्थाने उः भवति अप अपिपृताम् न न न ऋकारस्य स्थाने उः कथम् उः भवति दीर्घऋकारस्य स्थाने उकार आदेशः भवति उर् इति भवति उदोष्ट्यपूर्वस्य इत्यनेन न पिपरुतां न अपिपर् योगः ताम् इदानीं हलीच इत्यनेन उपादायाः दीर्घत्वम् अपिपूर्ताम् पुनः वदतु पुनः भवत्याः अवगतं वा न इति न जाने पुनः वदतु आरम्भतः पितृप्रस्ताम् अत्र उकार उकारः आदेशः भवति तस्मात् अपिपरुताम् न अपिपरु रु उकारः कुतः आगतः अपिपुर् पिपुर् उकारस्य अनन्तरं रेपः उरण् रपरः अपिपुर् योगः ताम् न अपिपृताम् इति कुतः अपिपुर् योगः ताम् यदि वर्णमेलनमेव कर्तुम् इच्छति तदानीमपि अपिपूर्तामेव भवति अपिप्रतां न भवति अपिपूर्ताम् तत्र अपिपुर् योगः ताम् हलीच इत्यनेन उपादायाः दीर्घत्वम् अपिपूर्ताम् अपिपूर्ताम् अग्रे देन् अह न उः उः उः सो अत्र अपि अपिपु पिपूरुः न भगिनि अत्र यत्र यत्र प्रत्ययः अपित् प्रत्ययः अस्ति सर्वत्र उदोष्ट्यपूर्वस्य इत्यनेन उर् इति आदेशः भवति दीर्घऋकारस्य स्थाने अपिपुर् योगः उः अपिपरुः अपिपरुः दीर्घत्वं न आगच्छति हलीपरे नास्ति खलु अतः अपिपरुः रुः नास्ति न न अत्र अत्र पश्यतु क्षम्यताम् अत्र अत्र जूसी च इति कार्यं भवति अपिपृ योगः उः अत्र किं भवति इति चेत् सामान्यतया अपित् प्रत्ययेषु परेषु उदोष्ट्यपूर्वस्य इत्यस्य कार्यं भवति अत्र तु उदोष्ट्यपूर्वस्य इति सूत्रं प्रबाद्य जुसी च इत्यनेन गुणः भवति अपिपर् योगः उः अपिपरुः अग्रे जुसी च सूत्रेण अपिपरुः देन् मध्यमपुरुष सा अपिपरु न किमर्थम् अपिपरु इति वदति अपिपृ ओके अपिपृ देन् अत्र हल्याभ्यो दीर्घासुरस्य प्रश्नभाषे न इदानीम् अजन्तदातुः अस्ति दीर्घऋकारान्तदातुः अस्ति दीर्घऋकारान्तदातुः अस्ति चेत् हल्याभ्यो दीर्घस्तुतिस्य पृत्तम् इत्यस्य प्रसङ्गः नास्ति हलन्तधातुः भवेत् गुणः प्रथमतया भवेत् अपिपर् अपिपरः भगिनि क्रमेण गच्छतु भगिनि अपिपर् योगः सकारः इदानीं हल्न्याभ्यो दीर्घ दीर्घस्तुतिस्य पृक्तं हल् इत्यनेन सकारस्य लोपः अपिपरुः इति नास्ति न चिन्तयतु अपिपर् इति रेपान्तधातुः एते रेपान्तम् अङ्गमस्ति रेपान्तमस्ति चेत् किं भवति कार्यम् पुरन्द्रपरः न रेपान्तः अस्ति पदान्ते रेपः अस्ति चेत् किं भवति कार्यं करवसानयोर्विसर्जनीयः विसर्गः आगच्छति रूपं किम् आपिपः तावदेव सम्यक् अग्रे आपिप्रु योगः तं तं अपि प्रत्ययः तस्मात् नो गुणा आपिप ऋकारस्य स्थाने उः आगच्छति उः न उर् सारि उर् आगच्छति सो अपिपर् अपिपरुः अपिपरुतम् अपिपर्तम् न अपिपुर् इति अस्ति पिपर् पिपर् इति किमर्थं वदति अपिपुर् अपिपुर् योगः तम् इदानीं यथा पूर्वं तथैव अत्रापि चिन्तयतु अपिपुर् योगः तं रेपान्तधातुः उपदायाम् इक् वर्णः किं भवति हलि च इत्यनेन दीर्घत्वम् अपिपूर्तम् पिप्र न अपिपूर्तम् अपिपूर्तम् अपिपूर्तम् अपिपूर्तन् अम् गुणात् एक्स्प्रेस् उत्तमपुरुष एकवचने सुपिपर्तम् अपिपर्तम् तं नास्ति अम् अपिपरम् अपिपरम् अपिपरोग अपिपराम न न न न क्रमेण गच्छतु किमपि वदति तत्र अपिश्रु युगः वा अपि प्रत्ययः नो गुण केवलं कार्यद्वयं यथा पूर्वम् उक्तमस्ति हलादिप्रत्ययः परः वर्तते चेत् कार्यद्वयम् ऊरादिष्ट भवति सूत्रं किम् उरण्ड्रपरः न उरण्ड्रपरः इति न उर् आदेशः उदोष्ट्यपूर्वस्य उदोष्ट्यपूर्वस्य उरण्ड्रपरः इति द्वाभ्यां सूत्राभ्याम् उर् उदोष्ट्यपूर्वस्य इत्यनेन केवलं उकारादेशः न अपिपुर् योगः व इदानीं किं भवति पिपुर् योगः व पिपुर् व न हलि भवती पुनः एकवारं शृणोतु श्रुत्वा अग्रिमसप्ताहे भवती श्रावयति यतोहि भवत्या न अवगतम् अत्र यत्र हलादि अपित् प्रत्ययः अस्ति तत्र प्रथमतया दीर्घऋकारस्य उकारादेशः उदोष्ट्यपूर्वस्य इत्यनेन अनन्तरम् उरण्ड्रपरः इति कृत्वा दीर्घऋकारस्य स्थाने उर् आदेशः यदा उर् आदेशः भवति तदानीं धातुः हलन्तः भव रेपान्तः भवति पिपुर् इति रेपान्तः इदानीम् उपदायाम् इक् वर्णः अस्ति अपि च हल् वर्णः वकारः हल् वर्णः इति कृत्वा हलि च इत्यनेन दीर्घत्वम् अपिपूर्व अपिपूर्व अपिपूर्व हा भवति भवति पुनः अग्रिमसप्ताहे श्रावयति ओके अस्तु तर्हि अस्तु तर्हि इदानीं किं वंशी भगिनी वदतु विधिलिङ्गि आं भगिनि ह्यात् यातां बहु ह्याः यातं यात याम यां यां याव याम अस्तु सर्वे तत्र हलादि प्रत्ययाः सन्ति अतः तत्र हलिच इत्यनेन तत्र पिप्रु इत्यस्मिन् यत्र उकार पिप्रु इत्यस्य तस्मात् अनन्तरम् उदोष्ट्यपूर्वस्य इत्यनेन उकारः भवति पिप्पुर् इति भवति पिप्पुर् पिप्पुर् भवति पिपूयोगः उरण्ड्रपरः इत्यनेन उर् इति आदेशः भवति अतः पिप्पुर् इति भवति पिपुर् यदा पिपुर् भवति तत्र तु रेफांस अङ्गमस्ति अतः तस्मात् पूर्वं यः वर्णः अस्ति तस्य दीर्घः भवति अल्वर्णस्य दीर्घः भवति कदा भवति इत्युक्ते हलीपरे हलीच इत्यनेन पिपूर् इति अङ्कं भवति पिपूर् योगः यात् पिपूर् पिपूर् यात् इति भवति समानरीत्या पिपूर् यातां पिपूर् पिपूर्युः पिपूर्याः पिपूर् यात् पिपूर् यातम् यातं क्षम्यतां पिपूर् पिपूर् यातं पिपूर् यात यात पिपूर्यां पिपूर् याव पिपूर्याम इति भवति ओके इत्युक्ते पालनार्थे अस्ति अथवा पूरणार्थे अस्ति अयं धातुः पालनपूरणयोः इत्युक्ते टु नर्चर् टु नरिश् टु टेक् केर् सत्यं तर्हि इदानीम् अत्र के इदानीं तत्र अर्तिपिपर्त्योश्च इति अत्र दीर्घऋकारान्तधातुः अस्ति खलु तस्य विषये अपि चिन्तनं कुर्मः तर्हि किं दीर्घऋकारान्तधातोः रूपाणि भवती एव वदति वा लट् रूपाणि ऋकारान्तधातु अस्तु अस्तु तत्र अधुना समानरीत्या भवति किल तत्र प्रक्रिया अपि अस्तु ऋयोगः ति तत्र तिप्रत्ययः अस्ति अतः तत्र गुणः अत्र वस्तुतः ह्रस्वऋकारान्तधातुः दीर्घऋकारान्तः नास्ति इति मन्ये ह्रस्वऋकारान्तधातुः तर्हि कार्यं समानं भवति वा भगिनि तत्र नास्ति किल अन्य कार्यं समानम् इत्युक्ते किं कार्यं समानं नास्ति सूत्राणि तु पूर्वं यत् पठितं न परन्तु रूपाणि न साधितानि पूर्वम् इति कृत्वा इदानीं रूपाणि साधयामः हा अस्तु तत्रापि अर्थिविपत्योश्च यदि कार्यं कर्तुम् अर्हति किल तत्र भवितुमर्हति न भवति एव हा इति दृष्टं खलु तत्र किञ्चित् दीर्घऋकारान्तधातुः इति भागः अस्ति खलु तस्मात् पूर्वं किञ्चित् गच्छति चेत् पश्यन्ति तत्र लोके ऋ धातुः इति अस्ति चतुर्थबिन्दुः तत्र दुग्रे इत्यादि सर्वम् अस्ति तदनन्तरं वेदे ऋकारान्तदातवः अनन्तरं लोके ऋकारान्तदातवः सत्यं सत्यं हा हा हा सत्यं अस्तु ऋ इति धातुः अस्ति ऋ धातुतः तिप्रत्ययः योजयामः तत्र तु पित्वम् अस्ति अतः तत्र गुणः भवति ऋ धातोः अपि अत्र ऋ धातोः अपि द्वित्वं भवति खलु सत्यं ऋ हा क्षम्यतां श्लौ संज्ञापरे तत्र ऋ इत्यस्य द्वित्वं भवति अर्थिपिपत्योश्च इति अभ्यासस्य इत्वं किमर्थं तत्र अर्ति इत्यनेन दीर्घ अर्ति इत्यनेन ऋकारस्य ग्रहणम् अर्ति इत्यनेन हा सत्यम् इत्यनेन अभ्यासस्य इत्वं भवति अतः ऋ इत्यस्मिन् यः अर् इति भवति न ऋ इति द्वित्वं ह्रस्वैकारादेशः भवति ह्रस्वैकारादेशः इर् इर् इति भवति इरु इत्यस्मिन् उरन्द्रपरः इत्यनेन ई स्थाने इर् इति भवति इर् कथं वक्तव्यम् इर् इति भवति इर् तस्मात् हलादिशेषः इत्यनेन हलनः लोपः तत्र तु रख इकारः परे यः रेप रेपः अस्ति तस्य लोपः भवति अतः ईरु इति रु हा तत्र ईरु यथा भवति तत्र सन्धिकार्यं किमपि न भवति किल न न तत्र इतोपि एकं सूत्रमस्ति अभ्यासस्य सवर्णे इत्यनेन अभ्यासस्य ईवर्णस्य इयङ् आदेशः अतः ईयरु ईयरु इति भवति इयरु इति अङ्गं भवति इयर् अस्तु इयङ् आदेशः भवति अतः इयरु इति भवति अधुना तु यदि तिप्रत्ययस्य योजनं भवति तत्र तु तित्वम् अस्ति अतः तत्र गुणः भवति इयर् इत्यस्मिन् इयर् ऋक् स्थाने अर् आदेशः भवति अतः इयर् इति भवति इयर्ति न इयर्ति इति भवति इयर्ति इयर्ति तस्मात् इयरु योगः तः तत्र तु गुणः न भवति परन्तु तत्र किं भवति मेलनमेव किमपि कार्यं न भवति वा भगिनि किमपि नास्ति अस्तु तर्हि तत्र इयत् इयर् इयरुक्तः न कथं वक्तु इयर् इयरुक्तः इयर्तः इयर्तः अस्तु इयर्तः इयर् योगः अन्ति किम् अस्ति सूर्यकुमारी भगिनी भगिनी वदति इयरु अहं चिन्तयामि इरु यकारः अस्ति यकारः अस्ति तत्र इयरु इयरु कथं वक्तव्यम् इयरु इयरु इयरुतः इयरुतः अस्तु इयर् योगः अन्ति तत्र अति अन्ति न अति अस्तु अस्तु क्षम्यतां तत्र अस्तु अनदन्त अङ्गमस्ति किल अति अस्ति क्षम्यताम् इयर् योगः अति तत्र तु सन्धिकार्यं भवति अतः ऋकारस्य स्थाने यण् सन्धि भवति न तत्र तु सत्यं सन्धि भवति यण् सन्धि अन्यचित्रं किमपि अस्ति वा इति पश्यन् नास्ति किमपि नास्ति ऋकारान्तमस्ति चेत् किमपि नास्ति यण् सन्धिः एव हा यण् सन्धि भवति इयर् योगः अति अर् भवति इयर् इयर् इयर् न इयर् अर् भवति अर् अन्ति इयर् अन्ति अर् नास्ति ऋकारस्य स्थाने रेपः इयरति इयर्ति इयर्ति तत् उरण्ड्रपुरः इति दृष्ट्वा अण् इति भवति अस्तु अस्तु क्षम्यताम् इयर्ति इति भवति इयर् इयर् योगः सि तत्र इयर् हलन्तं नास्ति तत्र हलन्याप्यो इति किमपि भवति इयर्सि इयर्सि एव भवति इयर् इयर् इतोपि कार्यमस्ति गुणः भवति अनन्तरं किम् गुणः भवति इयर् योगः सि अस्तु अस्तु इयर् योगः सि सत्वम् अस्तु अस्तु इयर् सि इन्कोः अस्तु इन्कोः इयर्षि इति भवति इयर्षि इति भवति इयर्षि योगः तस्मात् इयर् योगः तः इयर्तः तत्रापि किमपि कार्यं नास्ति वर्णमेलनम् अस्ति इयर्तः इयर् इयर् यु योगः त इयर्थ इयर् यु योगः मि इयर् इयर् गुणः भवति इयर् योगः मि तत्र इयर् मि एव भवति इयर् इयर् इयर् यु योगः वः तत्र गुणः न भवति वर्णमेलनं भवति इयर् वः इयर् न किं भवति इयर् यु वः न कथं वक्तव्यं भगिनि इयर्वः इयर्वः इयर्वः अस्तु तर्हि सत्यं तर्हि तत्र अर्ति इति तु ऋकारान्त अर्ति अर्ति ह्री तत्र सूत्रे तु ऋकारान्तधातुः एव अस्ति न तत्र तु कुत्र अर्ति ह्री ब्ली इति तत्र वा तत्र तु ऋकारः इक्ष्टिपौ इत्येव अस्ति वा तत्र तत्र तथा अधुना एव मम स्मरणे आगतं तत्र तत्रापि ष्टिप् एव अस्ति अर्ति इति ष्टिप् एव अस्ति तत्तु निक्षिपरे अस्तु अस्तु अतः अस्तु अस्तु समीचीनम् इदानीं लोटि लोटि कुर्मः धन्यवादः भगिनी सम्यक् अस्ति तर्हि अनिमा भगिनी अग्रे लोटि तु ताम् अतु तत्र आर् र अर् इति भवति अर् न इयर् इयर् इति अस्ति इदानीम् अभ्यासकार्यं सर्वं कृत्वा इयर् ओके इयर् तु इयर् ताम् इति गुणः भवति गुणः इयर् तु तत्र अङ्गमस्ति इकारः यकारः ऋकारः इकारः यकारः ऋकारः ऋकारस्य गुणः तु इति प्रत्ययः पित् अस्ति खलु गुणः इयर्तु इयर्तु इति भवति इयर्तु ताम् इत्यत्र गुणः न भवति तत्र एकवचने अन्यत् रूपम् अस्ति खलु तात् तत्र गुणः न भवति ईर्तात् इति भवति नो चेत् ईर्ताद् इति भवति ताम् इत्यत्र गुणः न भवति ईर्ताम् अतु इदानीम् अतु अस्ति चेत् तत्र ऋकारस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् किं भवति तत्र इरत्तु भवति पुनः तात् इति अस्ति चेत् ईरुतात् ईरुतात् भवति हि अस्ति चेत् तत्रापि गुणः न भवति अतः ईरुहि तम् अस्ति चेत् ईरुतं गुणः न भवति ता अस्ति चेत् ईरुत गुणः न भवति इदानीम् आनि अस्ति तत्रापि त्वं भवति गुणः भवति इयर् इयराणि आवा अम अपि एवमेव इयरावा इयराम सम्यक् समीचीनं तर्हि इदानीं सरस्वती भगिनी अग्रे लङ्गि धन्यवादः भगिनि सरस्वती भगिनी अस्ति वा सरस्वती भगिनी सरस्वती भगिनी भवती पुनः आगतवती भवती लङ्गी वदति वा इदानीमेव आगतवती अहं न जानामि किम् अभवत् अहं नास्ति नासं तदा किं किञ्चित् वदति किम् अहं किं मया रुधातोः रुधातोः रूपाणि रुधातोः रूपाणि साधयामः अत्र अभ्यासकार्यं कथं भवति इति श्रुतवती वा न पूर्णतया न परन्तु किञ्चित् तु जानामि रु रु इत्युक्ते रु गतौ न वा रु गतौ इत्यस्य इदानीम् अभ्यासकार्यं सर्वं कृत्वा इयर् इति अस्ति इदानीं लङ्गि परन्तु लङ् हा इरु अस्ति तदा इ अस्ति तर्हि आडजादीनां भवति आडजादीनां तः आट् आड् आगमः भवति तर्हि आट् इरु योग सि योग योगतकार इदानीम् आयोग इ अत्र आटश्च भूत्वा इ तर्हि ऐ भवति ऐ योग अर् अस्ति न अय ऐ योग अर् अस्ति पुनः तत्र न ऐ योग अर् अस्ति न ऐ योग अर् योग ऐ योगः यकारः योगः रेपः ऐ योग यकार योग न ऐ योगः य योगः रेपः गुणानन्तरं हा य योग रेप् इत्युक्ते ऐ योग अर् तत्र मेलनं भूत्वा ऐ योग अयर् भवति अयर् अयर् योगः त तकार प्रत्ययः आम् तत्र तकार हल्नाभ्यो दीर्घसूत्रस्य पृथं हल् इत्यनेन लुप्यते तर्हि अयर् भवति अयर् अत्र खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य विसर्गः भूत्वा अयः भवति प्रथमपुरुष एकवचनं इदानीं द्विवचनं ताम् अस्ति तर्हि अत्र पुनः अत्र तु कार्यमेव नास्ति ऐ ऐरु अस्ति न अङ्गं तर्हि ऐरु योगताम् ऐरुताम् तथैव बहुवचने लङ् अस्ति अतः तत्र जुस्सि च इत्यनेन कार्यं भूत्वा तत्र ऐरु ऐरु यदङ्गमस्ति तत्र गुणः भूत्वा अय्यर् भवति अय्यर् योग उः अस्ति तर्हि अयरुः मेलनं केवलम् अयरुः पुनः मध्यमपुरुष एकवचने अय्यर् योग सकार हल्नाभ्युदीर्घस्थितिस्य पृथकं हल् इत्यनेन सकारः लुप्यते अय्यर् अस्ति अतः खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गादेशो भूत्वा अयः भवति अयः तदनन्तरं तम् तम् अस्ति तदा कार्यमेव नास्ति ऐरु तम् अयरु तम् पुनः बहुचे अपि त एव अस्ति तत्रापि कार्यं नास्ति ऐरु त तदनन्तरम् उत्तमपुरुषे एकवचनं अम् अस्ति परन्तु एतत् स्थित् अस्ति अतः अत्र ऐरु अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणं भूत्वा अय्यर् भूत्वा अय्यर् योग अम् अयरं भवति पुनः व मध्यमपुरुषे बहु द्विवचने व अस्ति तत्र अपित् अस्ति अतः किमपि कार्यं नास्ति अयुरु व म अस्ति बहुवचने तत्रापि कार्यं नास्ति अयुरुम उत्तमं सम्यक् बहु सम्यक् धन्यवादः भगिनी सम्यक्तया उक्तवती तर्हि इदानीं विधिलिङ्गकारे नीना भगिनी वदति वा अस्ति वा मीना भगिनी मीना भगिनी अस्ति भगिनि किं वदामः इदानीं विधिलिङ्गकारः विधिलिङ्गकारः ऋधातु वा ऋधातु इयर् इयर् इति अस्ति इयर् तर्हि इदानीं वदतु ओ ऋ इति उक्तं तत् यात् यात् यातां युः किल ऋ यात् तत्र न तत् सर्वम् अभ्यासकार्यं सर्वं जातम् इदानीं पुनः वक्तव्यम् इति नास्ति ईर् इति अस्ति इदानीम् ईर् योगः याति अभ्यासस्य अभ्यासस्य असवर्णे अपि कृतं वा सो सर्वं यकारः ऋकारः तदनन्तर यात् एव तत्र वर्णमेलनमेव तत्र किल ईर् ऐ डोण्ट् नो हौ टु प्रोनौन्स् ईर् यात् ईर् यातां ईर् यातां ईर्युः सा ईर् ईर् याः तत्र ईर् या तत्र कर अवसाने विसर्जनीयः ईर् याः ईर् यातम् ईर् यात ईर् यां याम् ईर् याव ईर् याम. अस्तु, सम्यक्, धन्यवादः. इति कृत्वा सर्वाणि रूपाणि अस्माभिः साधितानि जुहोत्यादिगणे अजन्तधातूनाम्. इति कृत्वा अत्र पाठः अपि समाप्तः. जुहोत्यादिगणे अजन्तदातवः इति पाठः समाप्तः. अग्रिमसप्ताहे ततः अग्रे हल्सन्धिपाठः भविष्यति. धातुपटे हल्सन्धिः इति अयं मुख्यः विषयः अस्ति, यतोहि हल्सन्धिकार्यं बहुत्र भवति. अतः अत्र अस्य अभ्यासः सम्यक्तया भवति चेत् अस्माकं लाभः भवति. तद् इति तत्र चत्वारि करपत्राणि सन्ति, तेषाम् अध्ययनं कुर्मः, अभ्यासमपि कुर्मः. तत्पश्चात् अदादिगणे हलन्तदातवः इति विषयः अग्रे. अस्तु, तर्हि अत्र स्थगनं कुर्मः. करपत्रसङ्ख्या हल् सन्धि 06 06 08 06 08. अस्तु अस्तु, धन्यवादः. अहम् अग्रिमसप्ताहे प्रेषयिष्यामि. धन्यवादः. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः.